नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। प्रवर्तमानपाठः तु जुहोत्यादिगणे अजन्तदातवः इति। तत्र गतसप्ताहे वयम् आकारान्तदातवः विषये चिन्तनं कृतवन्तः। इदानीम् ईकारान्तदातुः इति, तत्र त्रयः ईकारान्तदातवः सन्ति इति दृष्टवन्तः। कि भी ह्री इति, तत्र कार्याणि कथम् इति अद्य पश्यामः तस्य रूपाणि। तत्र तु हलादिपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः, अजादिपित्सु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः, अनन्तरम् अस्माकं सन्धिसूत्रम् एचोयवायावः इत्यनेन अयादेशः भवति, अनन्तरं हलादि अपित्सु मिति च इत्यनेन गुणनिषेधः इति कृत्वा किमपि कार्यं नास्ति, वर्णमेलनमेव। अजादि अपित्सु तत्र विभजनद्वयम् अस्ति, यदा संयोगपूर्वः अस्ति चेत् तत्र अचिष्णुधातुभ्रुवां युवोर् इयङ् वङ्गौ इत्यनेन इयङ् आदेशः भवति। इकारः धातोः अन्ते अस्ति इति कृत्वा तत्र इयङ् इति आदेशः भवति। यदा असंयोगपूर्वः अस्ति चेत् तत्र एरनेकाचो असंयोगपूर्वस्य इत्यनेन यण् आदेशः भवति इत्येव भेदः। अजादि अपित्सु एव भेदः भवति, संयोगपूर्व इकारः वा असंयोगपूर्व इकारः वा इति द्रष्टव्यम्। संयोगपूर्वः अस्ति चेत् तत्र यङ् आदेशः, असंयोगपूर्वः अस्ति चेत् तत्र यण् आदेशः, यङ् बाधित्वा यण् आदेशः भवति इति सूत्रमपि पठितवन्तः। एरनेकाचो असंयोगपूर्वस्य इति नूतनसूत्रम् आसीत्। तस्य अर्थः आसीत् यत्र अङ्गम् अनेकाच् अस्ति, अस्य अङ्गस्य अन्ते यदि ईवर्णान्त असंयोगपूर्वधातुः अस्ति चेत् तस्य धातोः ईवर्णस्य अजादिप्रत्यये परे यणादेशः भवति। अङ्गम् अनेकाच् भवति, अङ्गस्य अन्ते ईवर्णान्त असंयोगपूर्वः धातुः भवेत् तर्हि तत्र ईवर्णस्य अजादिप्रत्यये परे यणादेशः इति सूत्रं वदति। इदानीं लङ्गिविशेषः इति आरभ्य पठित्वा रूपाणि साधयामः। राजेन्द्रमहोदय पठति वा? आं भगिनि, लङ्गि लङ्गिविशेषः बीभि योगजि सिद्भ्यः विधिभ्यश्च इति इत्यनेन जि स्थाने प्रत्ययस्य स्थाने जुस् आदेशः, अबीभि योग उः जुसि च इत्यनेन इगन्त अङ्गस्य गुणः, अबीभे योग उः यचोयवायावः इत्यनेन आय् आदेशः, अबिब् योग आय् योग उः अबिभ्युः रूपम् अभवति। लङ्गि तत्र एक विशेषः अस्ति, अत्र किं किमस्ति अत्र अभिभि यत्र अडागमः भूत्वा तत् अभिभि अङ्गमस्ति, तत्र झि प्रत्यय आगच्छति, तस्य वयं जानीमः तस्य स्थित् प्रत्ययः तु उः अस्ति सिज्भ्यस्थितिभ्यश्च सूत्रेण, अत्र जुस् आदेशः भवति, उः एव अशिष्यते, अत्र चकारस्य लोप भूत्वा इत इत् भूत्वा तत् लोपः भवति, उस् एव उः एव अवशिष्यते। अत्र जुषि च एकं सूत्रम् अस्ति येन येन तत् इगन्त अङ्गः यत्र अस्ति तत् गुणः भवति जुषि च सूत्रेण, तत्र अत्र इगन्त अङ्गः अस्ति अभिभि, अत्र इकारात् अङ्गम् अस्ति, इगन्त अङ्गः अस्ति तत्कारणात् तत् इकारस्य गुणं भूत्वा अभिभे योग उः, अनन्तरम् एकारः उकारः तत् एचोयवायावः अत् आय् आदेशः भवति, अभिभ्योग आय् योग उः अभिभ्युः तत्र निष्पन्नं भवति, अभिभयुः विशेषकार्यमस्ति लङ्गे अत्र। आं सूत्रं पठतु महोदय। जुषि च अजादौ जुसि परे इगन्त अङ्गस्य गुणः भवति. अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति. जुसि सप्तम्यन्तं च अव्ययपदं द्विपदं सूत्रं येन विदितदन्तस्य इत्यनेन इगन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अङ्गान्तस्य एकः स्थाने गुणः कसस्याचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः मिदेर्गुणः तस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धिः इति परिभाषासूत्रेण एकः स्थाने भवति. अनुवृत्तिसहित सूत्रम् एकः अङ्गस्य गुणः अचि जुषि च एकः सूत्रं वदति यत् इगन्त अङ्ग धातुः अस्ति तस्य अङ्गम् अस्ति तस्य गुणः भवति यतोहि तत् अचि जुषि परे तत्र प्रत्ययः अस्ति तत् गुणं भवति तत्र गुणः भवति तत्र एकस्य इगन्त अङ्गस्य तत् गुणः भवति तद् भूत्वा तदनन्तरं क्रियानिष्पणं भवति. सामान्यतया जि इति कीदृशप्रत्ययः महोदय? आं भगिनि, जि इति कीदृशप्रत्ययः? पित्वा अपित्वा? ओ उ अत्र तु सामान्यतया तु तत्र अपित् अस्ति. अपित् अस्ति. अपित् इति कृत्वा किं भवति सामान्यतया? सामान्यतः तत्र चिन्तयामि अत्र अचिष्णु धातु ब्रुवां युवर् युवङ्गो तत् इ आदेशः भवति यतोहि इकारान्त अस्ति तत् इ आदेशः भवति. न न यदा अभिवियोगः जि इति अस्ति चेत् तत्र अपित् प्रत्ययः इति कृत्वा प्रथमकार्यं किं भवति? अभियोग जि तत्र तत्तु जुष् आदेशः भवति जुष् सूत्रेण तत् जुष् आदेशः भवति यदा न भवति गुणनिषेधः. एकनिमिषं भगिनी, महोदय वदति वा किं भवति अत्र? भगिनी किमस्ति अत्र जि यत्र अस्ति तत्र झेर् जुस् सूत्रेण तत् जुस् आदेशः भवति. तत्तु यदा अस्मिन् सूत्रे अस्य सूत्रस्य कारणेन भवति सिजभ्यस्तविधिभ्यश्च इति अभ्यस्तप्रत्ययः परः अस्ति इति कृत्वा सामान्यतया यदा सिजभ्यस्तविधिभ्यश्च इति इदानीं पृथक्तया स्थापयतु अभिभियोगः जि इति अस्ति. जि इति अपित् प्रत्ययः अस्ति इति कृत्वा तत्र किं भवति यदा वयं सिजभ्यस्तविधिभ्यश्च इति सूत्रमेव न जानीमः इति चिन्तयतु तत्र किं भवति? अभिभियोग उः तत्र सन्धिकार्यं भवति. न न जि इति प्रत्ययः जकारादिप्रत्ययः जि उ इति इदानीम् आदेशः एव न अभवत् इति चिन्तयति चेत् अपित् प्रत्ययः परः अस्ति चेत् जि इति अपि मा चिन्तयतु. अपित् प्रत्ययः परः अस्ति चेत् किं भवति? गुणः भवति वा न वा? न, किमपि गुणकार्यं न भवति. तावदेव, तदेव उत्तरं. गुणस्य बाधा भवति किल? केन सूत्रेण महोदय? सार्वधातुकम् अपि किञ्चित् च सूत्रेण गुणनिषेधः भवति. परन्तु इदानीं जुषि च इति सूत्रं वदति जुषि परे इगन्त अङ्गस्य गुणः भवति इति. अतः बलाबलचिन्तनं किम् अत्र तु चिन्तयामि अत्र किम् अस्ति अत्र अत्र भवते जि जुसि च इत्यनेन इगन्त अङ्गस्य गुणः, ङिति च सार्वधातुकमपि ङिति च इत्यनेन गुणस्य बाधा किल, अतः जुसि च ङिति च इति सूत्रयोः तावदेव तद् प्रबाद्य एव आगच्छति किल, ङिति च प्रबाद्य एव जुसि च इत्यस्य कार्यं भवति अपवादः तावदेव. तदेव मम प्रश्नः आसीत्. सम्यक् महोदय, धन्यवादः. अस्तु, इदानीम् एकं चिन्तनमपि योजितम् इति चिन्तयामि. किमर्थं तत्र अचि इति अस्ति? अस्तु, श्रीवल्ली भगिनी पठति वा? आं भगिनि. किमर्थम् अजादौ जुसि परे इति चेत् शृणुयुः, अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्त अङ्गस्य गुणः न भवति, यासुट् आगमे सति गुणः न भवति. आं भगिनि, अत्र जुसि च इति सूत्रेण इकः अङ्गस्य गुणः अचि जुसि च इति दत्तमस्ति. अत्र उहु इति उ इति अजादि, परन्तु युः इति विधिलिङ्ग प्रथमपुरुषे बहुवचने युः इति आदेशः भवति, जीस्थाने यासुट् लिङ्गः यासुट् आगमः भवति, उः जुस् युः इति भवति. युः इति हलादिः प्रत्ययः, अत्र गुणकार्यं मा भवति इति दत्तमस्ति. समीचीनम्. अत्र इकः अङ्गस्य गुणः अचि जुसि इति दत्तमस्ति. किमर्थम् अचि जुसि इति प्रश्नः, अजादि जुसि परे इति किमर्थम् इति प्रश्ने सति तत्र उत्तरमस्ति, यदा यासुट् आगमः भवति चेत् तत्र गुणः मा भवतु इति कारणेन तत्र अचि जुसि इति दत्तमस्ति. अतः यत्र यत्र यासुट् आगमः भवति तत्र तत्र गुणः न भवति, इगन्ताङ्गस्य गुणः न भवति इति एव. आं पठतु भगिनि, यासुट् सूत्र. यासुट् परस्मैपदेषु उदात्तः निच्च, लिङ्ग् लकारस्य परस्मैपदे प्रत्ययानां यासुट् आगमः भवति, स च आगमः निद्वत्. अनुवृत्तिसहितसूत्रं, परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् निच्च इति सूत्रं. लिङ्ग् लकारस्य परस्मैपदि प्रत्ययानां यासुट् आगमः भवति, स च आगमः निद्वत् भवति. उदात्तः यथा सामान्यम् अभिभि योगः सकारः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. अभिभे योगः सकारः प्रथमं ससजुषु रुः इत्यनेन ऋत्वं भवति. अभिभ्रे योगः करवसाने सारि अभिभेर् एर् अभिभे करवसानयोः विसर्जनीयः इत्यनेन विसर्गादेशः भवति, रूपं भवति अभिभेः. ससजुषो रुः पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशः भवति. अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः. सश्च सजुश्च ससजुषौ इतरेतरद्वन्द्वः, तयोः ससजुषोः ससजुषोः षष्ट्यन्त्यं रुः प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं, ससजुषोः पदस्य रुः. तत्र सूत्रं पदान्ते सकारस्य अपि च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशः भवति. अग्रिमसूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमेव पठतु भगिनि. करवसानयोः विसर्जनीयः पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशः भवति, करि अवसाने अकरि अवसाने च परे. अनुवृत्तिसहितसूत्रं, रः पदस्य विसर्जनीयः करवसानयोः संहितायां विषये रेफस्य स्थाने पदान्ते स्थितस्य रेफस्य स्थाने च रेफस्य स्थाने विसर्ग आदेशः भवति, करि च अवसाने च परे. समीचीनम्. अस्तु भगिनि, धन्यवादः. विजया भगिनी अग्रिमसूत्रं पठति वा? नमस्कारः भगिनि. नमस्ते. अदि दि धातोः एकः विशेषः वियोग अन्यतरस्य दि धात्वङ्गस्य विकल्पेन इकारादेशः भवति. हलादि किति निति सार्वधातुके प्रत्ययपरे अलुन्तस्य इत्यनेन धातुरूपङ्गस्य अन्तिमवर्णस्य स्थाने इकारादेशः, न तु पूर्णतया अङ्गस्य. बियः षष्ट्यन्तम् अन्यतरस्य सप्तम्यन्तं द्विपदमिदं सूत्रम् इद् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, इ ऐ यगुः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, गमहनजनकणगसां लोपः, क्यङ् नङि इत्यस्मात् निति इत्यस्य अनुवृत्तिः. अतः उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. बियः अङ्गस्य यित् हलि निति सार्वधातुके अन्यतरस्यां विकल्पेन. भगिनि, अत्र व्यो अन्यतरस्यां बि धातु अङ्गस्य विकल्पेन इकारः भवति. किमर्थं चेत् अलादि इति निति सार्वधातुके प्रतिपरः परे आगच्छति चेत् अलोन्तस्य इत्यस्मात् धातु अङ्गस्य स्थाने अन्तिमस्थाने एव इकारादेशः भवति, न पूर्णतया. समुदायः अस्ति चेत् तत्र सर्वत्र नास्ति, अन्तिमवर्णस्य एव आदेशः इकारः भवति. तत्र बियः षष्ट्यन्तम् अन्यतरस्यां सप्तम्यन्तं द्विपदमिदं सूत्रम् इत् दरिद्रस्य इत्यस्मात् इत् इत्यस्य अनुवृत्तिः, इ अल्युगोः इत्यस्मात् हलि इत्यस्य अनुवृत्तिः, गमहनजनघनगसां लोपः, क्यङ् यनङ्गि इत्यस्मात् निति इत्यस्य अनुवृत्तिः. तत्र गुणनिषेधः निति इति सूत्रेण आगच्छति. अतः सार्व अतः अत उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः आगच्छति. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. बियः अङ्गस्य इत् हलि निति सार्वधातुके अन्यतरस्यां विकल्पेन आगच्छति गुणकार्यस्य. उदाहरणं पठतु भगिनि. बि योगः तः, बि योगः तः, बिभीतः योगः, बिबि योगः तः, बिभीतः. एकस्य एकस्मिन् पक्षे दीर्घः भवति बिभीतः इति, अन्यस्मिन् पक्षे बिभीतः द्वितीयवर्णस्य ह्रस्वः भवति विकल्पेन. अनन्तरं निमि बये परस्मैपदे धातुः बिबि इति असंयोगपूर्वस्य ईकारान्त अङ्गम्, ईकारान्त अङ्गम्. अग्रे चतुर्षु लकारेषु तिगन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु. तत्र प्रथमं बि धातोः कथं बिबि इति आगच्छति इति वदतु भगिनि. श्लौ इति सूत्रेण द्विवारम् आगच्छति खलु भगिनि. अनन्तरं इदानीमेव पठितवन्तः हलादि प्रत्ययः किति निति सार्वधातुकप्रत्ययः परः आगच्छति चेत् बि धातु अङ्गस्य विकल्पेन इकारः आदेशः भवति. तत्र दीर्घं न भगिनि, क्षम्यतां, केवलम् अभ्यासकार्यं पृष्टवती रूपाणि न, भीभि इति उक्तं तत् सत्यम्, अनन्तरं किं भवति? केवलम् अभ्यासकार्यं, कथं भीभि इति आगच्छति? गतसप्ताहे प्रायः दृष्टवन्तः इति चिन्तयामि. श्लौ इति उक्तवती, अनन्तरम् अनन्तरं भीभि इति अस्ति. अभ्यासे चर्चा इति रूपेण प्रथम तृतीयवर्णः बि इति आगच्छति. अनन्तरं पूर्वमेकं कार्यमस्ति भगिनि, अभ्यासे त्रिपादीसूत्रं, तस्मात् पूर्वमेकं कार्यमस्ति. न न, तद् संज्ञासूत्रमस्ति किल, उभे अभ्यासे चर्चा इति आगच्छति. अनन्तरं सार्वधातुको अर्थधातुको इति सूत्रेण तत्र तत्र एव तथा आगच्छति. विभेति एव तत् स्थाने एव केवलम् अभ्यासकार्यम् इति वदामः चेत् श्लौ, अभ्यासे चर्चा, कुहोष्टुः, ह्रस्वः, तदेव केवलम् अङ्गकार्यं येन अभ्यासं भवति. यद् भवती वदति तत्तु रूपसाधनं किल. अस्तु, नास्ति चिन्ता. अस्तु, उषा भगिनी वदति वा? आं भगिनि, प्रथमं ह्रस्वः इति सूत्रेण ह्रस्वत्वं भवति. अनन्तरम् अभ्यासे चर्चा इति सूत्रेण भकारस्य स्थाने बकारः भवति, अल्पप्राणः भवति. बिभि इति अङ्गम्, बिभि इति अङ्गं, श्लौ, अनन्तरं ह्रस्वः, अनन्तरम् अभ्यासे चर्चा चर्चा बिभि. इदानीं लटि वदतु भगिनि. लटि टि बिभि योगः टि टि इति पृत् प्रत्ययः, पित् प्रत्ययः, गुणः भवति. अग्रिमं वदतु भगिनि, लट्लकारं उषा भगिनी वदतु. बिभि योगः टि गुणः भवति, बिभे योगः टि बिभेति, द्विवचनं बिभि योगः तः, बिभि योगः तः भ्यो अन्यतरस्याम् इति सूत्रेण द्विरूपं भवति. प्रथमं बिभि योगः तः गुणकार्यं नास्ति, नो अदर् कार्यं. बिभि योगः तः बिभीतः, भ्यो अन्यतरस्याम् इति सूत्रेण अन्यतरस्यां भी इत्यस्य ह्रस्व इकारः भवति. बिभि योगः तः बिभितः, अदभ्यस्तात् ओ अदभ्यद्वयं किल, बिभितः, ऐ डिड् बोत् भगिनि, बिभितः बिभितः, पक्षे अपक्षे बिभितः. ओके ओके. अनन्तरं बहुवचनं अन्ति अन्ति न अदभ्यस्तात् इति अति अति इति अजादि अजादि अपित् अजादि अपित् इति दिस् इस् असंयोगपूर्व बिभि इति असंयोगपूर्व अङ्गं. बिभियोगः अति, बिभियोगः अति एरनेका चसंयोगपूर्वस्य इत्यनेन यण्सन्धिया यण्णादेशः. बिब् योगः यकारयोगः अति बिभ्यति. देन् मध्यमपुरुष बिभि योगः सि सि इति पित्त, बिभेसि बिभेसि that doesn't sound nice. Bibhesi. See doesn't sound nice near that. Bhagini. Atah kim karaniyam vadatu bhagini. Bibhe. Uchcharana saukaryam nasti. Uchcharana, yeah. वदतु भगिनि सम्यक् एव केन सूत्रेण 8359 वाट् इस् दट् आदेशप्रत्ययोः एः नाट् एः इन्कोः इन्कोः या ओके इन्कोः इति बिभेषि देन् तः बिबि तः अण्ड् बिभितः रूपद्वयम् अस्ति वाट् इस् दट् सूत्र बियो अन्यतरस्य भियो अन्यतरस्याम् इति सूत्रेण रूपद्वयं रूपद्वयं बिबितः बिबितः अण्ड् अण्ड् अण्ड् देन् तकार तो बहुवचनमपि द्विरूपम् अस्ति बिभीत बिभीत द्वे रूपे ओके द्वे रूपे इत्युक्ते क्रियापदं किम् आगच्छति द्वे रूपे अस्ति स्तः स्तः देन् उत्तमपुरुष बिबि बिबेमि बिबेमि गुणा भवति पका पित् अस्ति गुणा भवति बिबेमि देन् वह बिबीवः बिभीमः देर् आल्सो भगिनी हलि रैट् सो द्वे रूपं स्तः भगिनी तत्रापि आम् बियोन्यतरस्य तत्रापि कार्यं करोति ओके बिबीमः बिबीमः बिबिमः बिबीवः बिबी बिबिवः ओके वहमः सिद्ध अदर् वे ओके सम्यक् तदेव बियोन्यतरस्य यत्र यत्र हलादि अपि प्रत्ययः अस्ति तत्र तत्र कार्यं करोति एव सम्यक् धन्यवादः अस्तु अरुणा भगिनी लोटि वदति वा ओके भगिनि नमस्ते भगिनि द्विविल्लोट्लकारे तु ता ताम् अन्तु हि ता तं ता आनि आव आम तु इति बिबि अङ्गः अस्ति तु पित् अस्ति अतः गुण भवति बिभेतु इति रूपमस्ति बिबियोगः तात् अपित् अस्ति तकार अपि हलादि अपि अस्ति ततः बियो अन्यतरस्यामिति सूत्रेण बिभितात् बिभीतात् रूपद्वयं ताम् इति हलादि अपित् अस्ति तदापि बिभीतां बिभीतां भियो अन्यतरसूत्रेण अन्तु अजादि अपित् अस्ति असंयोगपूर्वकः अपि अस्ति ततः एरनाकवचो असंयोगपूर्वसूत्रेण यण् आदेशः भवति भगिनि समीचीनम् संयोगः अस्ति इति उक्तवती वा असंयोग सम्यक् तथा बिभ्यन्तु तु एव किल अदभ्यस्तात् इत्यनेन अतु बिभ्यतु ओ अतु ओ किं सूत्रं किं भगिनि पुनः अदभ्यस्तात् अदभ्यस्तात् इति मध्यमपुरुष हि तात् हि तात् अपित् अस्ति शरीरपिच्छ इति सूत्रेण अपित् अस्ति ततः सहायं बिभिः एव भगिनि, बिभिः लोपः हि लोपः न भवति, बिभि ता तत् हलादि अपित् अस्ति, ततः बिभि रूपद्वयमस्ति, बिभितात् बिभितात्, तमपि बिभीतं बिभितं, ता अस्ति अत्रापि बिभीत बिभितम्, आनि आव आम, अत्र आरुत्तमस्य पिच् अस्ति, ततः पित् अस्ति, ततः वृद्धि, केवलं वृद्धि भगिनि अहं सहायं प्रथमं किं भवति, बिभि योगः आनि गुणः भवति वा? गुणः भवति भगिनि, आनि इति आडुत्तमस्ति अस्ति, गुणं भूत्वा किं भवति? बिभि योगः आनि, इदानीम् एकारः आकारः किं भवति? यचोयवयवः सूत्रेण तावदेव बिब् ऐ आदस्ति, बिभ्यानि बिभयानि बिभया वा बिभयाम रूपं सम्यक्, धन्यवादः. विजया भगिनी लङ्गि वदति वा? आं भगिनि, लङ्गि रूपं तत्र इत् ताम् अन्नं इष् तम् अम् वा म, तत्र रूपं सर्वत्र किमस्ति, लुङ् लङ् लुङ्षु अलुदातः इति सूत्रेण सर्वत्र अकारः आगच्छति. अनन्तरं पि पि बि तत्र गुणकार्यं सार्वधातुको आर्धधातुको योः इति सूत्रेण द्वितीयवर्णस्य द्वितीय बि वर्णस्य गुणकार्यं भूत्वा बे इति आगच्छति. अनन्तरं हलादि अपित् अस्ति, अतः तत्र अपित् नास्ति, हलादि पित् अस्ति, पित् अस्ति, अतः तत्र मेलनमेव अ पि बे अपि बेत् इति आगच्छति. अनन्तरम् अभिभितां तत्र व्यो अन्यतरस्याम् इति सूत्रेण विकल्पेन अभिभीताम् इति विकल्पेन आगच्छति. अपि बि तत्र श्लौ इति सूत्रम्, अनन्तरं ह्रस्वः इति सूत्रेण अपि बि इति अस्ति, अनन्तरं ताम् इति मेलनेन अभिभिताम्, अनन्तरं एतत् सूत्रेण बियो अन्यतरस्याम् इति सूत्रेण अभिभीताम् इति तत्र अस्ति. अनन्तरम् अभिभयुः इति अस्ति, तत्र किमस्ति चेत् अन् अस्ति, तत्र तत्र अभि अन्स्थाने तत्र अन्स्थाने तत्र अन्स्थाने तत्र अन् कथम् आगच्छति भगिनि? अन् अन् अस्ति खलु भगिनि, इत्युक्ताम् इदानीमेव लङ्गि विशेषः इति एकं सूत्रं पठितवन्तः किल? जीस्थाने तत्र जीस्थाने एव तत्र परिवर्तनं खलु भगिनि, अप्ति इति जेर्जुस्. अनन्तरं चुट् इति सूत्रेण जकारसूत्राणि युत् भूत्वा उस् इति आगच्छति. अनन्तरं अनन्तरं तत्र सूत्रं किं भगिनि? अबिबि योगः उहु सम्यक् सूत्रेण किं भवति प्रथमं जुस् इति अस्ति खलु भगिनि एतत् चुटु इति सूत्रेण एव तत्र तद् सम्यक् भगिनि केन सूत्रेण इदानीं कार्यं भवति इति पृष्टवती पठितवन्तः किल अद्य नूतनसूत्रं जुषि च इत्यनेन किं भवति जुषि च इति सूत्रेण इदानीं तत्र अजादि जुषि परे इगन्तस्य अङ्गस्य गुणः भवति अतः इति भवति अनन्तरं यचो एव यावः इति सूत्रेण मै इति भवति बि स्थाने बै ऐ इति एकरस्य स्थाने ऐ इति भवति अबि बै इति अनन्तरं तत्र उस् इति अस्ति तत्र सकारस्य स्थाने ऋतुं भवति सस्य जुषोरुः इति सूत्रेण अनन्तरम् उपदेशेन चालेन आसीत् इति भवति तस्य लोपघाति भवति अनन्तरं तावदेव तत्र करावसमयो विसर्जनीयः इति सूत्रेण उः भवति तत्र अभिबै इति पूर्वं तिष्ठति उक उः इति मेलनेन युः इति भवति अतः अभिबयुः इति अस्ति अनन्तरं अभिबेहे इति अस्ति अभि पूर्वं दृष्टवन्तः बे इति अपि सार्धधातुको अर्धधातुको इत्योः इति सूत्रेण तत्र गुणः भूत्वा बे इति अस्ति अनन्तरं तत्र सकारस्य स्थाने सशुजिशुरुः तस्य उपदेशाजनुनाशिक तस्य लोपः अनन्तरं करावसमयो विसर्जनीयः एतत् सर्वं भूत्वा विसर्गः आगच्छति अतः तत्र अभि बेः इति अस्ति अनन्तरं अभि बि एतत् सिद्धरूपेण तिष्ठति अहं वदामि वा एतत् सर्वं श्लौ इति अस्ति प्रथमम् अनन्तरं ह्रस्वः इति भूत्वा अभि बि इति अस्ति अनन्तरं तं योजनेन अभि अभिभितम् इति अस्ति अनन्तरं तत्र तत्र व्यो अन्यतरसम् इति विकल्पेन इति सूत्रेण विकल्पेन अभिभीतम् इति अस्ति तादृशमेव तत्र तकारस्य योजनेन अभिभित अभिभीत इति समीचीनं भगिनि अनन्तरम् अपि अभिभयम् इति अस्ति अभिभयं तत्र अभि इति तिष्ठति तत्र बि इति स्थाने सार्वधातुको आर्धधातुको युः इति सूत्रेण बे इति भवति परन्तु अत्र यचो एव यावः इति सूत्रेण बै इति भवति अनन्तरम् अं योजनेन अभिभयम् इति अस्ति अभिभयम् अनन्तरम् अभि बि तत्र भ्यो अन्यतरस्याम् इति सूत्रेण तत्र कार्यं द्वे रूपद्वयं भवति रूपं द्वयं भवति अभि एकस्मिन् पक्षे ह्रस्वः भूत्वा अभिभिव अनन्तरम् अन्यस्मिन् पक्षे अभिभीव इति अस्ति तादृशमेव अभिभीम अभिभीम इति अस्ति सम्यक् भगिनि धन्यवादः धन्यवादः राजेन्द्रमहोदय विधिलिङ्गि वदति वा आं भगिनि वदामि विधि विधिलिङ्गि अत्र सर्वे हलादि अपि प्रत्ययाः सन्ति तत्कारणात् अत्र द्वयोः अन्यतरसां सूत्रस्य प्रसक्तिः अस्ति सर्वत्र अत्र रूपद्वयं निष्पद्यते अत्र किं किं भवति विधि योगयात् अत्र विधीयात् विधीयात् विधीयातां विधीयातां विधियुः विधीयुः विधीयाः विधीयाः विधीयात विधीयातं विधीयातं विधीयात् विभीयात् विभीयां विभीयाव क्षम्यतां विभीयाम समीचीनं महोदय. अत्र रूपद्वयं सर्वत्र सम्यक् अस्तु. अग्रिमधातुः अस्ति कि इति, तत्र तु रूपसाम्यम् अस्ति येन बिबि इति धातोः, तत्र एकत्र एकस्मिन् स्थले एव तस्य भेदः अस्ति किम् इति पश्यामः. श्रीवल्ली भगिनी पठति वा कि ज्ञाने? आं भगिनि, की ज्ञाने लट्रूपाणि भगिनि प्रथमम् अङ्गं की तत्र न तत्र किमपि दत्तमस्ति करपत्रे, तदेकवारं पठित्वा अनन्तरं रूपाणि साधयामः. धातुः इत्यस्य एकनिमिषं भगिनि. की ज्ञाने की धातुः इत्यस्य कार्यं कार्य तथा एव चिकि इति अङ्गम् अपि असंयोगपूर्वम् अतः अजादि अपि च यणादेशः भवति. प्रथमं चिकि इति कथम् आगच्छति इति वदतु भगिनि. की ज्ञाने कि श्लौ इत्स इत्यनेन द्वित्वं भवति. कि कि अनन्तरं कुहोश्चुः इत्यनेन अभ्यासस्य ककारस्य स्थाने चकारः आगच्छति, चि इति भवति, अङ्गं भवति चिकि. चिकि अङ्गं अत्र कः भेदः भगिनि चिकि बिबि इत्यनयोः? कार्यं तु समानमेव अस्ति. लटि लटीरूपस्य प्रथमपुरुषे बहुवचनं भगिनि. चिकीयोगः अति इति एरनेकवचो असंयोगपूर्वस्य यणादेशः भवति. परन्तु तत् बिबि इत्यत्रापि एरनेकाचो एव भवति. आं भगिनि, द्वौ रूपौ नास्तः, बियो अन्यतरस्य नास्ति अत्र. बियो अन्यतरस्याम् इत्यस्य कार्यम् अत्र न भवति. तत् लटीरूपमेव वदतु भगिनि, अन्यत्र सर्वत्र समानमेव. आं भगिनि, प्रथमं ति चिकेयोगः ति पितस्ति, गुणः भवति चिकेयोगः ति चिकेति. द्विवचने चिकीयोगः तः सूत्रं कार्यं करोति खलु भगिनि. किं भगिनि पुनः वदतु? अङ्गकार्यम् इति चीकि इति स्लौ अस्ति, अनन्तरं कुहो चुः इति सूत्रेण कुहो चुः. आम् आं भगिनि, अत्र प्रथम ची स्थाने चि इति आगच्छति खलु, चकारस्य स्थाने चकार आदेशः. आं भगिनि, एतत् उक्तवती, तदेव प्रश्नः. ओ भवत्याः अस्तु, प्रायः न श्रुतवती. आं वदतु भगिनि इदानीं चिकि. द्विवचने चिकीयोगः तः, अपि तस्ति हलादि अपि तस्ति, कोऽपि कार्यं नास्ति, चिकितः इति रूपं भवति. बहुवचने चिकीयोगः अति, चिकीयोगः अति असंयोगपूर्वस्य एरनेकाचो असंयोगपूर्वस्य एण् आदेशः भवति. चिक्यति इकारस्य स्थाने इकारः भवति, रूपं भवति चिक्यति. मध्यमपुरुषे चिकीयोगः सि, सि इति पितस्ति, गुणकार्यं भवति चिकेसि, आदेशप्रत्ययोः इन्कोः इत्यनेन षत्वं भवति चिकेषि इति रूपं भवति. चिकीयोगः तः, हलादि अपि तस्ति, कोऽपि कार्यं नास्ति, चिकितः सादृश्यं चिकितः इति बहुवचने रूपं भवति. उत्तमपुरुषे चिकीयोगः मि, मि इति पितस्ति, गुणकार्यं भवति चिकेमि इति रूपं भवति. द्विवचने चिकि वः, वः इति हलादि अपि तस्ति, कोऽपि कार्यं नास्ति चिकि वः, तावदेव चिकिमः इति रूपं. समीचीनं. चिकीयोगः अति इति अस्ति चेत् तत्र अचिष्णुधातुगुवाम् इत्यस्य प्रसक्तिः अस्ति वा भगिनि? प्रसक्तिः अस्ति भगिनि. इयङ्गो प्रसक्तिः अस्ति किमर्थं प्राप्तिः नास्ति भगिनि प्रसक्तिः अस्ति किमर्थं प्राप्तिः नास्ति अपवादसूत्रमस्ति भगिनि एरन काचु असंयोगपूर्वस्य समीचीनं सम्यक् तदेव अतः लङ्गि लोटि वितिलिङ्गि रूपं समानं यदा वयं बियो बिभि इति धातोः दृष्टवन्तः समानरूपमेव अस्ति इति कृत्वा वयम् अग्रे सरामः इदानीं ह्रीलज्जायां अस्तु उषा भगिनी पठति वा ह्रीलज्जायां भगिनि ह्रीलज्जायां परस्मैपदी धातुः जिह्री इति संयोगपूर्वम् ईकारान्तम् ईकारान्तम् अङ्गम् संयोगपूर्वं लटिरूपाणि जिह्री तद् अभ्यासकार्यं वदतु भगिनि ह्री ह्री ह्री इति द्वित्वं ह्री ह्री ह्रस्व फस्ट् कार्य इस् लिखत् 7-4 7-4 हलादिशेषः शर्पो वाकयः कुहोश्चुः कुहोश्चुः इति सूत्रेण प्रथमं कुहोश्चुः इति कार्यं करोति कुहोश्चुः इति सूत्रेण ह्री प्रथमं ह्री इति प्रथमं ह्री इति झ्रि भवति देन् हलादिशेषः इति सूत्रेण रकारः रकारः लोपः भवति रेपस्य लोपः रेपस्य लोपः भवति झि भवति झि महाप्राण झि ह्री भवति ह्रस्वः इति सूत्रेण झि ह्री भवति अनन्तरं कुहोश्चुः इति सूत्रेण झि महाप्राण झि झि भवति जिह्री इति अङ्गम् कुहो अभ्यासे चर्च इति सूत्रेण अभ्यासे चर्च अभ्यासे चर्च इति सूत्रेण जिह्री भवति जिह्री इति श्लौ इत्यनेन संवार नाद घोष महाप्राण अतः झ्रि ह्री इति कुहोश्चुः हलादिशेषः रेपस्य लोपः जि ह्री ह्रस्वः जिह्री अनन्तरम् अभ्यासे चर्च इत्यनेन जिह्री इति सम्यक् भगिनि लटि वदति वा लटि ओके ओके ऐ हाव् टु गो टु द बिगिनिङ्ग् हलादि पित् they lose it I just wanted to see that okay, haladi pitt jihri yogah thi guna guna asti pitt asti guna asti jihre yogah thi jihreti anantaram sah jihre jih no jih guna nasti jihri tah jihri tah ओके अनन्तरं बहुवचनं जिह्रीयोगः अति जिह्रीयोगः अति संयोगपूर्व अस्ति जिह्रीयोगः अति जिह्र योगः ईज् अचिष्णुदाद् ब्रुवाम् इवोरियङ् उभङ्गौ इति सूत्रेण ई स्थाने इ आगच्छति, जिह् योगः इ योगः अति, जिह्यति जिह्यति इति ओ रकार स्टिल् दर्या जिह्र या जिह्र योगः इ योगः अति जिह्रियति या देन् मध्यमपुरुष जिह्रि योगः सि जिह्रे योगः सि जिह्रेषि आदेशप्रत्ययोः जिह्रेषि जिह्रि योगः थः जिह्रीतः जिह्रीथ मि उत्तमपुरुष मिप् जिह्रे मि जिह्री वः जिह्रीमः समीचीनं भगिनि उत्तमं धन्यवादः अरुणा भगिनी लोटि वदति ओके जिह्री यौहत्तु अत्तु इति इत्यस्ति गुणः जिह्रेतु जिह्रितात् अपित् हलादि अपित् अस्ति जिह्रितात् जिह्रिता जिह्रि योगः अन्त् अपि अदश्चभ्यश्च इति सूत्रेण अदभ्यस्तात् अपि अस्ति जिह्रि इति संयोगः अस्ति ततः तिष्णुधातोः ब्रुवामि सूत्रेण इयन् आदेशः भवति जिह्रियतु क्षम्य जिह्रियतु हि ता हि आपित् अस्ति जिह्रीहि जिह्रितात् जिह्रितां जिह्रिता आनि आव आमत् पित् अस्ति अला अजादि पित् अस्ति जिह्रे गुणः भवति जिह्रे प्लस् आनि यचो यायावः जिह्रियाणि जिह्रयाव जिह्रियाम जिह्रियाणि अत्र किमपि अन्यत् कार्यमस्ति वा नत्तमस्ति वा जिह्रियाणि अपि सूत्रेण नत्तमस्ति जिह्रियाणि जिह्रियाव जिह्रिय धन्यवादः सम्यक् उत्तमं महोदय राजेन्द्रमहोदय लङ्गि वदति वा आम् भगिनि अत्र अडागमः भवति लङ् लुङ् सूत्रेण अजिहिरि योग त अजिरियत् अजिरित् अजिरित् क्षम्यताम् क्षम्यता तत्र गुणं भवति तत्र अजिरेत् रूपं ताम् अपित् प्रत्ययः अस्ति जिरिताम् अत्र उः बहुवचने उः जिहिरि योग उः अजादि अपित् प्रत्ययः अस्ति अत्र अचिष्णु धातु ब्रह्मान् युवर् एवं यतोहि संयोगपूर्वं अस्ति इकार तत्र तत्र इ आदेशः भवति जिह्रियुः जिह्रियुः सम्यक् वदामि किम् उक्तवान् न न किम् उक्तवान् महोदय क्षम्यताम् अहं प्रायः सम्यक्तया न श्रुतवती अजिह्रि योगः उः अजिह्रि योग उः अत्र अचिष्णु धातु ब्रह्मां युवर् उमङ्गो अत्र इ आदेशः भवति तत्र एकं सूत्रं दृष्टवन्तः किल विशेषसूत्रं लङ्गि इति ओ अस्तु परन्तु तत्र एकनिमिषं भगिनि आम् आम् आम् आम् आम् आम् आम् तत्र आसीत् विधिभ्यश्च सूत्रेण जि स्थाने जुस् आदेशः भवति, जुषि च सूत्रेण तत्र गुणः भवति, अजिः रे अजिरे योग उः अत्र एकार उकारः अय आदेशः भवति, अजिर्युः अजिर्युः मध्यमपुरुषे स प्रत्ययः अस्ति, अजिहिरि योग स अत्र अत्र अजिरिः अत्र सदृशरुः तस्य सकारस्य क्षमता भवति, गुणं भवति गुणः भवति, अत्र पित् हलादिपित् प्रत्ययः अस्ति, अजिरि योगस्य अजिरेश् गुणं भूत्वा योगस्य अजिरेश् अत्र सदृशरुः सूत्रेण ऋत्वम् आगच्छति, तत्कारणात् उकारस्य लोपं भूत्वा तत्र खर्वस्थानीयविसर्जनीय सूत्रस्य तत्र विसर्गादेशः भवति, अजिरेः न जानामि सम्यक्तया वदामि वा, सम्यक् एव महोदय, अजिह्रेः एव अजिरेः अजिरेतम् अत्र किमपि कार्यं नास्ति, अजिरेत अत्रापि किमपि कार्यं नास्ति, हलादि अपि प्रत्ययाः सन्ति स्तः अत्र अम् हलादिपि प्रत्ययः अस्ति, अजिरि योग आम् गुणं भूत्वा सार्धात् आर्धिकसूत्रेण अजिरे योग अम् अत्र एचयवयावः अजिरेयं ब हलादि अपि अस्ति, कोऽपि कार्यं नास्ति, अजिरेव अजिरेम उच्चारण लिस्ट् करमस्ति, तत्र किञ्चित् क्लेशः एव स्त्री इति अस्ति किल, अतः अजिह्रियम् अजिह्रीव अजिह्रीम, सम्यक् एव महोदय. तत्र एकं चिन्तनमस्ति, यदा अजिह्रीयोगः उः इति आगच्छति तत्र इगन्त धातुरूपी अङ्गमस्ति, अचि परे अस्ति, तत्र अचिष्णुधातु ब्रुवाम् इत्यस्यापि प्रसक्तिः अस्ति किल, वयं निति च इत्येव चिन्तनं कृतवन्तः, प्रसक्तिः अस्ति भगिनि, परन्तु अत्र तु विशेष लिङ्गि विशेषः कार्यं भवति, तत् तत्कारणात् तत् तं प्रभाते जुषि च सूत्रेण तत् गुणं भवति. आम् तदपि तस्यापि प्रसक्तिः अस्ति एव, समीचीनम् अस्तु, धन्यवादः महोदय. कस्य क्रमः विजया भगिनी विधिलिङ्गि वदति वा? आं भगिनि, अत्र सर्वत्र जिह्वि इति अस्ति, श्लौ धातोः अनन्तरं तत्र कुहोचिः एतत् सर्वं कार्यं कृत्वा जिह्रि इति अस्ति. अत्र सिद्धरूपेण यात् यातां युः, याः यातं यात, यां याव याम इति अस्ति. जिह्रि युगः यात् जिचि यात् तादृशमेव जिह्रियातां जिह्रीयुः. अनन्तरं मध्यमपुरुषे एकवचनं जिह्रियाः, जिह्रियातं जिह्रियात, जिह्रियां जिह्रियाव जिह्रियाम इति रूपमेषम्. सम्यक्, अतः ईकारान्त ईकारान्त दातवः अस्ति चेत् तत्र एकं सूत्रं बि धातोः कृते विशेषसूत्रम् आसीत् बियो अन्यतरस्याम् इत्यनेन ईकारादेशः विकल्पेन. अनन्तरं यदा संयोगपूर्वः वा असंयोगपूर्वः वा इति द्रष्टव्यं, तत्र संयोगपूर्वः अस्ति चेत् अचिष्णुधातु ब्रुवाम् इति सामान्यसूत्रस्य कार्यम्, असंयोगपूर्वः अस्ति चेत् एरनेकाचो असंयोगपूर्वस्य इति कार्यम्. तावदेव इकारान्त ईकारान्तधातोः विषये यत्किमपि तत्र बहु किमपि सूत्राणि तु नास्ति एव, चिन्तनद्वयमेव संयोगः वा असंयोगः वा, अनन्तरं बि धातुः अस्ति चेत् बियो अन्यतरस्याम् इति विशेषसूत्रम्. तदपि हलादि अपिति एव तस्य कार्यम् इति. इदानीम् उकारान्तधातुः एकः एव धातुः अस्ति, तत्र किञ्चित् पठामः तस्मिन् विषये. श्रीवल्ली भगिनी पठति वा? आं भगिनि. उकारान्तदातवः एकः एव उकारान्तदातुः अस्ति. हु दानादनयोः हु धातुः. हु द्वित्वम् अभ्यासकार्यं च परिशीलनीयम्. प्रथमं यदि हलादि तिप्सु सार्वधातुकार्थधातुकयोः इत्यनेन गुणः भवति. जुहोयोगः ति, जुहोयोगः ति, जुहोति इति रूपं भवति. अजादि पिच् सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. एचोयावायवः इत्यनेन औ आदेशः. जुहुयोगः आनि, जुहोयोगः आनि, जुह्योगः एचोयावयवः, जुह्योगः औ योगः आनि, जुहवानि इति रूपं भवति. हलादि अपिच् निति च इत्यनेन गुणनिषेधः, किमपि कार्यं नास्ति. जुहुयोगः तः, जुहुतः. अजादि अपिच् अचिष्णुधातुभ्रुवां योरिवङ्गौ इयङ्गुवङ्गौ इति सूत्रं प्रभात्य हुष्णुवोः सार्वधातुके इत्यनेन हु धात्वङ्गस्य असंयोगपूर्वस्य उकारस्य यण् आदेशः भवति. जुहुयोगः अति भवति. जुह् योगः यणादेश वकारः भवति. जुह्वति इति रूपं भवति. तत्र प्रथमम् अभ्यासकार्यं करोतु भगिनि. हु धातुः. आं भगिनि. हु हु हु श्लौ इति सूत्रेण हु हु भवति. कुहोश्चुः, कुहोश्चुः इति सूत्रेण महाप्राणः झु, झु भवति. झु हु भवति. अनन्तरं ह्रस्वः नास्ति अत्र. अभ्यासि चर्च, जलाम्जश्चर्च इति सूत्रेण अल्पप्राणः जु हु इति अङ्गं भवति. जुहु. अस्तु, जुहु इति अङ्गम्. अतः अत्र नूतनकार्यं किं भगिनि? अन्यत् समानम्. हुष्णुवोः सार्वधातुके इति अचिष्णु धातुभ्रुवां यो सामान्यसूत्रं योरियङ्गुवङ्गौ एरनाके असंयोगपूर्वविषये अत्र संयोग असंयोग इति तत्र किम् उक्तवती. हूष्णुवोः सार्वधातुके इति सूत्रं वयं पूर्वं दृष्टवन्तः. कुत्र इति स्मरति वा इति मम प्रश्नः आसीत्. कस्मिन् गणे स्नु इति स्वादिभ्यः श्नुः. सम्यक्. पञ्चम स्वादिभ्यः श्नुः. सम्यक्. तत्र किं भवति भगिनि? तत्र उष्णोः सार्वधातुके इत्यनेन यणादेशः भवति भगिनि. सम्यक्. अतः सर्वदा पूर्वस्मरणमपि अपेक्षितमेव अथवा विस्मरणमेव भवति. अस्तु, धन्यवादः. तत्र उषा भगिनी सूत्रं पठति वा उष्णोः सार्वधातुके? आं भगिनि. हुष्णुवोः सार्वधातुके हु धातुः च अनेकाच् लास्ट् पेज् इट् गोस् टु द एण्ड् आफ् द इट् एण्ड् गोस् टु द एण्ड् आफ् द फैल्. हु धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण् आदेशः भवति. अजाति सार्वधातुकप्रत्यये परे स्थाने अन्तरतमः इत्यनेन उकारस्य स्थाने यण् प्रत्याहारे यण् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः भगिनि. यण् प्रत्याहारे चूत् इति वदामः किल, वकारः चितः, वकारः चितः. ओके, येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति, अलोन्तस्य इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः, उकारस्य स्थाने आदेशः. यस्मिन् विधिस्तद यस्मिन् विधिस्तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन अचि इत्युक्तौ अजादिप्रत्यये. हुश्च श्नुश्च तयोः इतरेतरद्वन्द्वः, हुष्णुवौ तयोः हुष्णुवोः न विद्यते पूर्वः संयोगः, यस्मात् सः असंयोगपूर्वः बहुव्रीहिः तस्य असंयोगपूर्वस्य. हुष्णुवोः षष्ट्यन्तं सार्वधातुके सप्तमीयन्तं द्विपदमिदं सूत्रम्. अचिष्णुधातुभ्रुवां युवोरियङ्गुवङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, इणो यण् इत्यस्मात् यण् इत्यस्य अनुवृत्तिः, एरनेकाच् असंयोगपूर्वस्य इत्यस्मात् अनेक अचः असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः, ओहो सुपि इत्यस्मात् ओहो इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओहो अङ्गस्य यण् अचि सार्वधातुके, हुष्णुवोः सार्वधातुके इति सूत्रं. हु धातुः श्नु प्रत्ययान्तम् अङ्गं च तयोः असंयोगपूर्वस्य इति अनुवृत्तिः इति अण्डर्स्टुड् ऐ डोण्ट् नो हौ टु से दट् असंयोगपूर्वः समीचीनम् असंयोगपूर्वस्य इति अनुवृत्तिः भवति. ऊष्णुवोः षष्ट्यन्तं सार्वधातुके इति सप्तमीयन्तम् अनेकाचः हुष्णुवोः असंयोगपूर्वस्य ओहो इति षष्ट्यन्तम् ऊः. सो ऊ वर्णस्य अङ्गस्य यण् सन्धिः भवति अचि सार्वधातुके. अचि प्रत्ययः भिन्नः, यण् आदेशः भवति अचि प्रत्यये परे, अचि सार्वधातुकप्रत्यये परे. किमर्थं तत्र यन् प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः इति दत्तमस्ति भगिनि? उकारस्य स्थाने वकारः आदेशः भवति. ऐ स्टिल् डिण्ट् अण्डर्स्टाण्ड् द चितः, यु सेड् समथिङ्ग् भगिनि. यत्र आदेशः तत्र यण् इति प्रत्याहारे वर्णः के के सन्ति? अतः उकारस्य स्थाने स्थानेन्तरतमः इत्यनेन यण् आदेशः इति वदामः चेत् कस्य वर्णः आगच्छति इति प्रश्नः भवति किल. तत्र उकारस्य स्थानं किम्? ओष्ठौ किल. ओष्ठौ वकारस्य दन्तोष्ठौ. अतः साम्यमस्ति इति कृत्वा चितः. यु हव् चोसन् फ्रम् दट् क्लास्. ओके. स्थानेन्तरतमः इत्यस्य कार्यमेव तदेव चयनं. तदेव अतः तद् भवति इति वदति. सम्यक्, धन्यवादः भगिनि. अतः नूतनसूत्रं नास्ति. ऊष्णोः सार्वधातुके पूर्वमपि दृष्टवन्तः यदा वयं स्वादिगणे पठितवन्तः तत्र. अतः अत्र हू धातुः अनेकाच्णु प्रत्ययान्तमङ्गमस्ति चेत् तत्र असंयोगपूर्वस्य अङ्गान्तस्य अङ्ग अन्ते अस्ति इति कृत्वा तस्य उकारस्य स्थाने यण् आदेशः भवति. यण् इत्युक्ते वकारः अत्र इति भवति इति सूत्रं वदति. कदा भवति इत्युक्ते अजादि सार्वधातुकप्रत्यये परे इति सूत्रम् अरुणा भगिनी उदाहरणं लङि अजुः योगः झि सिजभ्यस्तविधिभ्यश्च इत्यनेन झि प्रत्ययस्य स्थाने जुष् आदेशः. अजुः योगः उः जुषि च इत्यनेन इगन्त अङ्गस्य गुणः अजुहो योगः उः यच्छो यावयावः इत्यनेन आव् आदेशः. अजुः योग आव् योग ऊः अजुः अजुहवुः अजुहवुः अजुहवुः अस्ति. अजुषिचसूत्रं वयं पूर्वं पठितवन्तः. अजादौ जुषि परे इगन्तस्य गुणः भवति. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः अचि जुषि च. वयं पूर्वं चर्चितवन्तः सूत्रम् अजादि जुष्पत्ययपरे इगन्तस्य गुणः भवति. सामान्यतः झि धातुः अजन्त अस्ति, अपित् अस्ति, अजन्त अस्ति, गुणः न भवति. बट् जुषिचसूत्रेण गुणः भवति. तदेव तदर्थम् अजुः योगः झि अस्ति चेत् प्रथमं जिष् सिजभ्यस्तविदभ्यश्च सूत्रेण जिस्थाने जुष् अस्ति, जुषि च सूत्रेण गुणः भवति. तदनन्तरं यचो यावयवः सूत्रेण अय अवादेशः भवति. अजुः अजुहवुः इति रूपं निष्पन्नं भवति लङ्लकारे. अतः सर्वत्र यत्र यत्र सिजभ्यस्तविदिभ्यश्च इत्यनेन जिस्थाने जुस् आगच्छति चेदेव अग्रिमकार्यं जुषि च इत्यनेन गुणः. इगन्ताङ्गस्य गुणः, इगन्ताङ्गं नास्ति चेत् चिन्ता नास्ति, यदा अस्ति चेत् तत्र गुणः भवति. अग्रे अपि पठतु भगिनि. लोटि किं भवति? लोटि हु जल् जल्भ्यो हेर्धि हु धातुतः जलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्थाने धि आदेशो भवति. येन विदितदन्तस्य इत्यनेन जलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते जल् हुश्च जलश्च तेषाम् इतरेतरद्वन्द्वाः द्वन्द्वो हु जलः तेभ्यो हुजलभ्यः हुजलभ्यः पञ्चम्यन्तं हे हे षष्ठम्यन्तं दिहि प्रथमान्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितं सूत्रं हुजलभ्यः अङ्गेभ्यः हे हे दिः. अत्र नूतनसूत्रमस्ति हुजलभ्यो हे दिः इति. हु धातुतः जलन् जलन्तेभ्यः धातुभ्यः च निमित्तानि हु धातु जलतेभ्यः धातुः. हि प्रत्ययपरे हि प्रत्ययस्थाने धि आदेशः भवति. येन विधि परिभाषासूत्रं वदति अन्त हु अङ्गस्य अन्ते अस्ति अस्ति चेदपि एव स्थाने एव धि आगच्छति, न तु पूर्णतया अङ्गस्य अधिकारः. ततः अनुवृत्तिसहितसूत्रं हुजलभ्यः अङ्गेभ्यः शेहे धिः इति. लोटि धातुतः जलन्तेभ्यः धातुभ्यः च हि प्रत्ययस्य स्थाने धि इति आदेशः भवति इति सूत्रं वदति. प्रथमतया एतत् बहु विशिष्टमस्ति खलु भगिनि, हि स्थाने चतुर्लकारः. आं भगिनि, हि स्थाने धि इति आदेशः. अस्तु, राजेन्द्रमहोदय पठति वा? जालन्तदातवः आं भगिनि पठामि इदानीं जलन्तधातवः सन्ति येषाम् अन्तिमो वर्णः जल प्रत्याहारे अन्तर्भूतः अदादिगणे जुहोत्यादिगणे रुदादिगणे च एतादृशधातवः सम्भवन्ति अग्रे धातूनां हल् सन्धिविषयः आयाति तदा येषां गणानां हलन्तधातून् अवलोकयेम जलन्तधात्वा तां वदामः यस्य अन्ते अन्तिमवर्णः जल वर्णः अस्ति जल प्रत्याहारे ये वर्णाः अन्तर्भूताः सन्ति ते तस्मिन् अन्यतमः कोऽपि वर्णः तत्र धात्वा अन्ते अस्ति तस्य जलन्तधात्वः वदामः अदादिगणे जुहोत्यादिगणे रुदादिगणे च एतादृश धात्वः सम्भवन्ति अग्रे यदा वयं हल्सन्धिविषय आयाति तत्र येषां गणा हलन्धातूनाम् अवलोकयेम कथं तत् कार्यं साधनीयं तत्र हलन्धातूनां कृते अत्र तु उकार एव अदादिगणे जुहोत्यादिगणे रुदादिगणे एव किमर्थं हलन्तदातवः सन्ति महोदय अन्यत्र किमर्थं नास्ति किम् अस्ति अत्र विकर्णप्रत्ययः यथा आगच्छति तत्कारणात् तत्र तत्र अदन्त अनन्त अङ्गं भवति हलन्त हलन्त अङ्गं न भवति तत् तदेव आं सम्यक् उत्तमम् आम् अग्रे महोदय यथा जुः योग हि जुः योग धि हिकार हु जल्भ्यो हेर्वि सूत्रेण हिका हि हि स्थाने हि प्रत्ययस्थाने धि आदेशः भवति जुहुधि तत्र रूपं भवति हु धातु परस्मैपदे जुः इति अङ्गम् लटि वदति वा महोदय आम् आम् आम् निश्चयेन जुः अङ्गं कथं कथम् आगच्छति तदपि वदामि वा भगिनि आम् आं महोदय अस्तु हु हु धातुः अस्ति हु अत्र षलो सूत्रेण तद् द्वित्वं भूत्वा तत् हुः हुः भवति तदनन्तरं तत् कुहोश्च सूत्रेण तत् झकारः भवति जुः जुः आगच्छति प्रथमं यः हु अस्ति तस्य हकारः अस्ति तस्य स्थाने झकारः आगच्छति जुः जुः अनन्तरं अभ्यासे चर्च् सूत्रेण अत्र तत्र झकारस्य स्थाने झकारः आगच्छति जुः जुः इति अङ्गं निष्पन्नं भवति अत्र कोऽपि अन्यत् कार्यं न अस्ति अत्र लटि लटि वदामि भगिनि आम् महोदय लटि जुः जुः योग ति अत्र हलन् हलादि प्तित् प्रत्ययः अस्ति जुः योग ति अत्र जुः गुणं भूत्वा सार्धात् आर्धकसूत्रेण गुणं भूत्वा जुहो योगति जुहोति जुहोति रूपं जुः योगतः हलादि अपि प्रत्ययः अस्ति तत्कारणात् तत्र कोऽपि कार्यं नास्ति जुहुतः जुः योग अति जुः योग अजादि अजादि अपि प्रत्ययः अस्ति अत्र जुः जुः योग अस्ति अत्र तु हूष्णुः सारदा सारदातके सूत्रेण अत्र अस्य योगपूर्वम् अस्ति तत्कारणात् अत्र गुणं भवति रैट् यनादेशः यनादेशः भवति जुः योग य योग अति क्षम्यतां जुः योग य योग अति जुह्यति रूपं भवति एवं भगिनि आम् क्षम्यतां, यकारस्य स्थाने, क्षम्यताम्, उकारस्य स्थाने कः वर्णः आदेशः महोदय? वकारः. जुह् योग व योग अति जुह् जुवति जुवति जुवति रूपं क्षम्यतां. जुः योगस्य अत्र हलादिपित् प्रत्ययः अस्ति, तत्कारणात् तत् गुणं भूत्वा तत् जुहोसि अत्र तु निश्चयेन आदेशप्रत्ययः कार्यं करोति, तत्र जुहोषि आगच्छति. थः हलादि अपित् प्रत्ययः अस्ति, कोऽपि कार्यं नास्ति, जुहुत्थः तथैव जुहुथ जुहु योग्मि अत्र हलादि पित् प्रत्ययः अस्ति, गुणं भूत्वा जुहोमि जुहोमि रूपं. वः हलादि अपित् प्रत्ययः अस्ति, कोऽपि कार्यं नास्ति, जुहु वः जुहु मः तथैव. सम्यक्, अतः एकः एव कार्यं तत्र हूष्णवोः सार्वधातुके. समीचीनं, तदेव नूतनकार्यम् अत्र. सम्यक्, धन्यवादः महोदय. विजया भगिनी रोटि वदति वा? आम् भगिनि, तत्र श्लौ इति सूत्रेण न तद् अभवत् भगिनि. एतत् जु एव तिष्ठति, अनन्तरं हो इति अस्ति सार्वधातुको अर्धधातुको इति सूत्रेण जुहो इति भवति, अनन्तरं तु तात् योजनेन जुहो तु जुहुतात् इति आगच्छति. अनन्तरं तत्र तादृशमेव भगिनि, जुहु तिष्ठति, तां तु जुहुताम् इति आगच्छति. इदानीमेव वयं दृष्टवन्तः उष्णवोर्धातो उष्णोः सार्वधातुके इति सूत्रेण जुह्वा इति भवति, अनन्तरं तु योजनेन जुह्वतु इति भवति. अनन्तरम् एतत् जुहुदि किमर्थम् आगच्छति चेत् तत्र उ जल्भ्यो हेर्दि हेर्दिः इति सूत्रेण हि इति मध्यमपुरुष एकवचनस्थाने दि इति आदेशः भवति, जुहुदि जुहुदि इति. अनन्तरं तात् योजनेन जुहुतात् इति अस्ति, तम् अपि तादृशमेव जुहुतं, ता तादृशमेव जुहुत इति. अनन्तरं तत्र जुह्वानि इति अस्ति, तत्र यचो एव यावः इति सूत्रेण औ आदेशः भवति, जुह्वानि जुह्वात् पूर्वं भगिनि जुहु इत्यस्य किं भवति? जुहु योगः आनि जुहु योगः तत्र उकारस्य उपदेशस्य अनुनासिके इति सूत्रेण उकारस्य लोपः भवति, आनि इति अस्ति. अनन्तरं उपदेशावस्थायाम् अस्ति वा भगिनि? किं भगिनि उकारः उपदेशावस्थायाम् अस्ति वा? एतदेव मया इति एव अहं मन्ये भगिनि, परन्तु तत्र जुहुस्थाने उकारः किमर्थम् इत् भवति इति. इत् भवति वा उपदेश तत्र जुहु जुहुस्थाने हु इति स्थाने उकारः तत्र न दृष्टं खलु भगिनि? किं भगिनि? जुहु योगः आनि इदानीं करोतु भगिनि. आनि इति कीदृशप्रत्ययः? आनि इति पित् अलाजि पित् अस्ति, अतः गुणकार्येन किं भवति? गुणकार्यं भवति तत्र. उकारस्य गुणः कः? गुणवर्णः कः? वकारः. अस्तु, वकारः, उकारस्य स्थाने वकारः, उकारस्य स्थाने गुणकार्यं करोतु भगिनि, साधारणगुणकार्यं करोतु. उकारस्य स्थाने गुणवर्णः कः आगच्छति उकारस्य? यकारः. भगिनि वदति भगिनि, गुणकार्यं करोतु भगिनि. वयं तु प्रथम अर्गात् तदेव कुर्मः किल गुणकार्यं गुणकार्यम् इति. भवती एव करोतु, अहं मध्ये किमपि न वदामि. योगः आनि तत्र तत्र अजादिप्रत्ययः अस्ति, कित्तपि अस्ति अत्र आनि. तत्र अयादे एचौ एव यावः इति सूत्रेण तत्तु सन्धिकार्यं किल भगिनि, गुणकार्यं करोतु भगिनि. जिहु उकारः अस्ति, अनन्तरम् आनि अस्ति, उकारस्य स्थाने मया लिखितं तत्र लिखितम् उकारस्य गुणवर्णः कः भगिनि श्रीवल्ली भगिनि? इदानीं करोतु भगिनि. उकारस्य स्थाने ओकारः भवति चेत् उकारस्य स्थाने ओकारः इदानीमेव भवत्या उक्तम् ओष्ठौ इति अस्ति. उकारस्य स्थाने ओकारः जुहोः जुहो इति अस्ति, अनन्तरम् आनि इति अस्ति. ओकारस्य स्थाने आव् आदेशः भवति, अतः यचो यवयावः यान्तवन्तदेशसन्धि भूत्वा अत्र जुहवाणि इति अस्ति. समीचीनम्. अग्रिमम् अत्र तादृशमेव तत्र अपि जुह इति अस्ति, आव इति अस्ति. तत्र अकः सवर्णदीर्घः कार्यं करोति जुहु योगः आव. तत्र तादृशमेव तत्र अपि जुहो इति भवति, ओकारः भवति. अनन्तरं उकारस्य स्थाने ओकारः एतत् सर्वं सार्वधातुक अर्धधातुकः. समीचीनं. गुणः सार्वधातुक अर्धधातुकयोः. इदानीं किं भवति? जुहो इति भवति. अनन्तरं यचो यवा यावः यान्तवन्तदेशसन्धि भूत्वा तत्र आव इति अस्ति, जुहवाव. तादृशमपि तत्र ओकारस्य स्थाने वाम इति जुह्वाव, जुहवाव, जुहवाम इति तादृशम्. धन्यवादः. अस्तु, कस्य क्रमः इदानीं? लङ्गि वदति वा श्रीवल्लि भगिनि? आं भगिनि, लङ्गि लुङ्लङ् लुङ्षु अडुदातः प्रथमं अत आगच्छति. आयोगः जुहु, योगः तकारः. तकारः ईस् अदे तकारः पित् अस्ति, सार्वधातुक अर्धधातुकौ गुणः भवति. अजुहोत् इति रूपं भवति. अजुहोत् जुहुताम् ताम् इति हलादि अपित् अस्ति, रूपं भवति कोऽपि कारणे अजुहुताम् इति रूपं भवति. अजुः योगः उहु, उहु इति जुसि च इति अनेन गुणकार्यं भवति. अजुः योगः उहु, अनन्तरं यचोयावयवः इत्यनेन अवादेशः भवति, रूपं भवति अजुहावुः, मध्यमपुरुषे अजुः योगः सकारं सकारान्त सकार पित् अस्ति, गुणकार्यं भवति अजुः अजुहोस् आदेशे प्रत्ययो सशुषुरुः करवसानयोः विसर्जनीयः इत्यनेन अजुहोः इति रूपं भवति। तम् इति हलादे अपित् अस्ति, कोऽपि कार्यं नास्ति, अजुहूतं तावदेव अजुहूत। उत्तमपुरुषे अम् अस्ति, अम् पित् अस्ति, गुणकार्यं भवति अजुहो योगः अम्, अजुहो योगः अम् एचयावयवः अवादेशः अजुहो अजुहावम् इति रूपं भवति। वकारः हलादि अपित् अस्ति, कोऽपि कार्यं नास्ति, रूपं भवति अजुहुवा। मकार अपि अपित् अस्ति, कोऽपि कार्यं नास्ति, अजुहुम इति रूपं भवति। समीचीनं समीचीनम्। उषा भगिनी विधिलिङ्गि वदति वा, अनन्तरं समापयामः। जुहु इति अङ्गं, विधिलिङ्ग् प्रत्यये सर्वे प्रत्ययाः हलादि अपित् प्रत्ययाः, हलादि अपित् प्रत्ययाः इत्यनेन गुणक किङ् इति च इति सूत्रेण गुणः गुणनिषेधः भवति। जुहु योगः तत्कारणेन वर्णमेलनम् एव। जुहु योग जुहुयात् जुहुयातां जुहुयुः जुहुयाः जुहुयातं जुहुयात् जुहुयां जुहुयाव जुहुयाम इति भवति। समीचीनम्। अतः अत्र उकारान्तधातुः तत्र एकं विशेषकार्यं तु हूष्णुवोः सार्वधातुके इत्यनेन यणादेशः, इत्युक्ते उकारस्य स्थाने वकारः, अनन्तरं हूजल्व्यो हेर्दिः इति एकं नूतनसूत्रं हूज् हू धातोः कृते एव दृष्टवन्तः। हूजल्व्यो हेर्दिः, हि स्थाने धि इति आदेशः लोटि भवति इति सूत्रद्वयम् एव विशेषकार्याणि अत्र। अस्तु अस्तु, अग्रिमसप्ताहे विकारान्तधातुः पश्यामः। एकः प्रश्नः भगिनी, तत्र राजेन्द्रमहोदय किम् उक्तं, तत्र अदादिगणे जुहोत्यादिगणे रुदादिगणे एव च एतत् कार्यं करोति इति उक्तं खलु भवत्या, तत्र भवता किम् उक्तं भगिनि तत्र? एतत् सूत्रेण एव एतत् त्रीणि गणानि कार्यं करोति, जलन्तदातवः जलन्तदातवः तदेव किल। तत्र हलन्तदातुः अस्मिन्नेव गणे अस्ति, अदादिगणे जुहोत्यादिगणे रुदादिगणे एव चलन्तदातवः सन्ति इति दत्तमस्ति किल, एतादृशदातवः तत्र एव सम्भवन्ति, किमर्थम् इति पृष्टवती, महोदय उक्तं तत्र एव विकर्णप्रत्ययः मध्ये न आगच्छति इति कृत्वा तत्र एव कार्यं भवति, अन्यत्र तु अदन्त अनदन्त अङ्गम् इति चिन्तनं भवति किल, तदेव। धन्यवादः। अस्तु, धन्यवादः। धन्यवादः भगिनि, शुभरात्रि। धन्यवादः भगिनि।